अस्तु, तर्हि अस्माकं विषयः अस्ति अद्य उद्देशविधेयभावः इति. तत्र वयम् इदानीं तत्र कर्मधारे समासस्य विषये दृष्टवन्तः गतसप्ताहे. तस्यैव अनुवर्तनं भवति अद्यापि. तत्र प्रथमं सूत्रमासीत् तत्पुरुषः समानाधिकरणः कर्मधारयः इति. येन कर्मधारे समासः विधीयते. तत्र सूत्रं वदति यत्र तत्पुरुषसमासे समानाधिकरणीयम् अस्ति चेत् तत्र कर्मधारे समासः भवति इति तत्सूत्रं वदति. तत्र विशेषणविशेष्य भावः यत्र अस्ति तत्र विशेषणं विशेष्येन बहुलम् इति सूत्रेण तत्र समासः विधीयते. तदनन्तरं तत्पुरुषः समानाधिकरणः कर्मधारेः इत्यनेन कर्मधारेयसमासः इति भवति. इत्यावत्पर्यन्तं गतसप्ताहे वयं दृष्टवन्तः. तत्र स्पष्टता अस्ति वा? प्रश्नाः सन्ति चेत् इदानीं चर्चयितुं शक्नुमः, नो चेत् अग्रे गन्तुं शक्नुमः. अस्तु, तर्हि अग्रे तत्र करपत्रे तृतीयप्रश्नः, कर्मधारे समासे कीदृशं पदं विशेषणयोग्यं, कीदृशं पदं च विशेष्ययोग्यम् इत्यस्मिन् विषये अद्य चर्चा भवति. इत्युक्ते यदा विशेषणं विशेषेण बहुलम् इति आगच्छति तत्र यत्र विशेषणविशेष्यभावः अस्ति तत्र एकस्य विशेषणम् इति एकस्य पदस्य विशेषणम् एकं पदं विशेषणं भवति, अन्यत् पदं तु तत्र विशेष्यं भवति. तर्हि किं पदं विशेषणं, किं विशेष्यम् इति तत्र निर्धारयितुं तत्र कश्चन नियमः अस्ति वा, कथं तद् ज्ञातुं शक्नुमः इत्यस्मिन् विषये किञ्चित् दृष्ट्वा तदनन्तरं पुस्तकात् पठेम. तर्हि सुनील् महोदय, भवान् आरम्भं करोति वा? विशेषणं विशेष्येण बहुलम् इत्यस्मिन् वि योगे शिष् भेदार्थे ल्युट् कर्णार्थे विशेषणं वि योगे शिष् ण्यत् तत्र तव्यत् आनियर् तुल्यः विशेष्य विशेषणीयार्थे यत् विशेषणीयम् अस्ति तद् विशेष्यम् अनेन विशेषणम् इति भेदकम् अस्ति विशेष्यम् इति भेद्यमस्ति. अत्र इदानीं विशेषणं विशेष्येण बहुलमिति सूत्रवाक्ये कथम् अत्र विशेषणं भवति इत्युक्ते वि शिष् अत्र भेदार्थे ल्युट् भवति कर्णार्थे, अतः अत्र विशेषणं भवति. भेदार्थे खलु शिष्य इति धातुः भेदार्थे अस्ति, तर्हि तत्र वि इति उपसर्गः इत्युक्ते विशेषणं विशेष्यम् इति पदद्वयं पदयुगलम् अस्ति खलु तत्र सूत्रे. तत्र तस्य व्युत्पत्तिः कथं भवति इति विशेषणम् इति पदस्य अपि च विशेष्यम् इति पदस्य व्युत्पत्तिविषये अस्ति अत्र. तर्हि तत्र शिष्यति धातुः धातुः अत्र वि इति उपसर्गः अत्र भेदार्थे भवति. तत्र भेदार्थे भवति, एकक्षणं क्षम्यतां महोदय, भेदार्थे किं भवति? अत्र विशेषणस्य भवति अत्र न शिष्यति धातुः भेदार्थे अस्ति. यथा वयं गम् इति धातुः गत्यर्थकधातुः इति वदामः, तद्वत् शिष्यति भेदार्थकधातुः अस्ति. तस्मात् पूर्वम् इदानीं वि इति उपसर्गः, तदनन्तरं ल्युट् इति कश्चन प्रत्ययः. ल्युट् इति प्रत्ययः अस्ति चेत् तत्र ल्युट् इत्यस्य स्थाने अण् इति आदेशः भवति, तर्हि विशेषणम् इति भवति. तर्हि ल्युट् इति प्रत्ययः करणार्थे भवति इत्युक्ते करणार्थे इत्युक्ते तत्र तेन किमपि क्रियते इत्यर्थे भवति तर्हि विशेषणम् इति. पठनं गमनं सदृशं. सत्यं सत्यम्. अतः तदेव विशेषणमस्ति. पुनः शिष्यति धातुः वि इति उपसर्गः अत्र ण्यत् प्रत्ययम् उपयुज्य तव्यत् वा अथवा अनियर् वा? न न न एकक्षणं, तत्र ण्यत् इति भिन्नप्रत्ययः, तव्यत् वा अनियर् वा इति नास्ति. तत् तव्यत् अनियर् तुल्यः इत्युक्ते यथा तव्यत् अनियर् तत्र गमनीयं गन्तव्यम् इति तत्र समानार्थकः अस्ति खलु तव्यत् अनियर् इति दत्वा तत्र इत्युक्ते पठनीयं गमनीयं गन्तव्यम् इति हा तत् पठनीयं पठितव्यं पाठ्यम् इति तद्वत् अथवा वदनीयं वक्तव्यं वाक्यम् इति तत्र त्रयमपि तत्र समानार्थकः. ण्यत् इति प्रत्ययेन वाक्यम् इति रूपं भवति, तव्यत् इत्यनेन वक्तव्यम्, अनियर् इत्यनेन वदनीयम् इति तत्र रूपत्रयं वद् इति धातोः, परन्तु अर्थः तु समानः. तर्हि ण्यत् इति प्रत्ययः तव्यत् अनियर् तुल्यप्रत्ययः अस्ति. इत्युक्ते अत्र ण्यत् एव उपयोगं भवति परन्तु अतः अत्र विशेष्य अर्थे भवति. अतः अनन्तरं इति न विशेष्य हा अस्तु विशेष्यम् इति तेन भवति. तदनन्तरं हा यदस्ति यत् विशेषणीयम् अस्ति तद् विशेष्यम् इत्युक्ते किम्? तत्र विशेष्यम् इति विशेषणीय अर्थे अस्ति खलु, विशेषणीय विशेषणार्थे न विशेषणीय अर्थे इत्युक्ते किम्? इत्युक्ते यस्य विशेषणं भवति विशेषस्य इति. हा इत्युक्ते यस्य विशेषणं भवति तद् विशेष्यम् इत्युक्ते तद् विशेषणीयं भवति इति कृत्वा तद् विशेष्यम्. यत् विशेषणीयम् अस्ति तद् विशेष्यम् अतः तदेव पुनः अस्ति. अनेन विशेषणम् इति भेदकम् अस्ति, विशेष्यम् इति भेद्यम् अस्ति. अतः अत्र विशेषणम् इति इत्युक्ते भेदकम् इति, विशेष्यम् इत्युक्ते अत्र भेद्यम् अस्ति इत्युक्ते अत्र विशेषणीयेन विशेष्यं भिद्यते इति. न न विशेषणेन विशेष्यं विशेषणेन विशेषणेन इत्युक्ते विशेषणमस्ति तेन भेदः क्रियते खलु. इत्युक्ते तत्र बालकः सुन्दरः बालकः इति स्वीकुर्मः चेत् अत्र वयं जानीमः सुन्दरः इति विशेषणं, बालकः इति विशेष्यं. सुन्दरः इति पदं भेदकं भेदककार्यं करोति खलु, यतोहि तत्र इति सुन्दरं सुन्दरः इति पदेन तत्र भिद्यते इत्युक्ते तत्र तत्र बालकानां समूहः, तस्मात् एकः बालक एकस्य बालकस्य पृथक्करणं इति भवति चेत् तत्र सुन्दरः इति पदेन तस्य बालकस्य भेदः क्रियते. इदानीं कस्य भेदः इति चेत् बालकस्य खलु, तर्हि बालकः इति भेद्यं भवति, सुन्दरः इति भेदकं भवति. स्पष्टं वा? स्पष्टम्. अग्रे महोदय. अग्रे अधुना कीदृशं पदं विशेषणं भवितुं योग्यं, कीदृशं च पदं विशेष्यं भवितुं योग्यम् इति द्रष्टव्यम्. द्वयोः पदयोः मध्ये एतदेव विशेषणम् एतदेव विशेष्यम् इत्यस्य निर्धारणार्थं कतिचन नियमाः सन्ति. शब्दाः चतुर्विधाः, जातिप्रवृत्तिनिमित्तकशब्दाः, गुणप्रवृत्तिनिमित्तकशब्दाः, क्रियाप्रवृत्तिनिमित्तकशब्दाः, संज्ञाप्रवृत्तिनियमकशब्दाः च. संक्षेपे जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, संज्ञाशब्दाः इति वक्तुं शक्यते. जातिः प्रवृत्तेः नियम निमित्तं यस्य जातिप्रवृत्तिनिम निमित्तकः इत्यर्थः. यथा वृक्षशब्दस्य प्रवृत्तेः नामप्रयोगस्य निमित्तम् अस्ति वृक्षत्वजातिः, अतः वृक्षशब्दः जातिप्रवृत्तिनिमित्तकः. तर्हि शब्दाः चतुर्विधाः जातिशब्दाः यथा वृक्षः उत्पलं च, गुणशब्दाः यथा स्थूलः उन्नतः शीतः च, क्रियाशब्दाः यथा पाचकः पाठकः नर्तकः च, संज्ञाशब्दाः यथा अयोध्या काशी देवदत्तः च. वृक्षशब्दस्य निमित्तं वृक्षत्वजातिः, स्थूलशब्दस्य निमित्तं स्थौल्यगुणः, पाचकशब्दस्य निमित्तं पाकक्रिया, अयोध्याशब्दस्य निमित्तम् अयोध्यात्वसंज्ञा, अयोध्या अपि संज्ञा, अयोध्यात्वम् अपि संज्ञा. आहत्य जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, संज्ञाशब्दाः च. अहं पुनः वाक्यम् एकैकवाक्यं पठामि. अधुना कीदृशं पदं विशेषणं भवितुं योग्यं, कीदृशं च पदं विशेष्यं भवितुं योग्यम् इति द्रष्टव्यम्. अतः अत्र पुनः विशेषणविशेष्यवाक्ये कीदृशं पदं विशेषणं भवति, कीदृशं विशेष्यं भवति इति प्रथमं द्रष्टव्यं. द्वयोः पदयोः मध्ये एतदेव विशेषणम् एतदेव विशेष्यम् इत्यस्य निर्धारणार्थं कतिचन नियमाः सन्ति. अतः अत्र विशेषणपदस्य विशेष्यपदस्य अत्र किम् इति स्वीकर्तुम् अत्र कतिचन नियमाः सन्ति इति. शब्दाः चतुर्विधाः, जातिप्रवृत्तिनिमित्तकशब्दाः, गुणप्रवृत्तिनियमनिमित्तशब्दाः, निमित्तकः शब्दाः, क्रियाप्रवृत्तिनिमित्तकशब्दाः, संज्ञाप्रवृत्तिनिमित्तकशब्दाः शब्दाः इति. अतः अत्र संक्षेपे जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, संज्ञाशब्दाः इति पूर्वोक्तशब्दानां सरलरीत्या वक्तुं शक्नुमः. जातिः प्रवृत्ते निमित्तं यस्य जातिप्रवृत्तिनिमित्तकः इत्यर्थः. अतः अत्र प्रथमः अस्ति जातिशब्दाः, तत्र जातिः एव प्रवृत्तेः नियम निमित्तं भवति. अतः अत्र जातिप्रवृत्तिनिमित्तकः इति. यथा उदाहरणमस्ति वृक्षशब्दस्य प्रवृत्तेः नाम प्रयोगस्य निमित्तम् अस्ति वृक्षत्वजातिः. यदा वृक्षशब्दम् उपयोगं कुर्मः अत्र अत्र वृक्षत्वजातिः एव अत्र स्वीकुर्मः. अतः अत्र तदेव निमित्तं भवति. अतः वृक्षशब्दः जातिप्रवृत्तिनिमित्तकः. तर्हि शब्दाः चतुर्विधाः जातिशब्दाः. उदाहरणमस्ति वृक्षः उत्पलं च, इत्युक्ते तत्र वृक्षशब्दः शब्दस्य प्रवृत्तेः एव भवति इति कारणेन. गुणशब्दाः यथा स्थूलः उन्नतः सुन्दरः शीतः इति तादृशशब्दाः. क्रियाशब्दाः यत्र क्रिया भवति, अतः अत्र उदाहरणम् अस्ति पाचकः पाठकः नर्तकः इत्यादीनि. संज्ञाशब्दाः अथवा नामशब्दाः भवन्ति, अत्र अयोध्या काशी देवदत्तः इति उदाहरणानि सन्ति. वृक्षशब्दस्य निमित्तं वृक्षत्वजातिः, स्थूलशब्दस्य निमित्तं स्थौल्यगुणः, पाचकशब्दस्य निमित्तं पाकक्रिया. अत्र किं किं निमित्तं भवति इति, वृक्षशब्दस्य वृक्षत्वजातिः, स्थूलशब्दस्य अत्र गुणः अस्ति स्थौल्यगुणः, पाचकशब्दस्य पाकक्रिया एव भवति, अनन्तरम् अयोध्याशब्दस्य निमित्तम् अयोध्या इति अयोध्यात्वसंज्ञा इति. अत्र अयोध्या अपि संज्ञा, अयोध्यात्वम् अपि संज्ञा. अत्र आहत्य जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, संज्ञाशब्दाः इति च चत्वारः शब्दाः सन्ति. अत्र किञ्चित् इतोपि चिन्तनं कुर्मः. तत्र जातिशब्दः इति अस्ति खलु, वृक्षः इति किमर्थं जातिशब्दः इति उच्यते? अत्र वृक्षत्वम् इति धर्मं स्वीकृत्य एव किल. वृक्षत्वम् इति हा इत्युक्ते तत्र वृक्षः, यदा वयं वृक्षः इति वदामः तस्मिन् वृक्षत्वम् इति जातिः अस्ति इति कृत्वा वृक्षः इति भवति खलु, इति कृत्वा तत्र जातिवाचकशब्दः इति. इत्युक्ते बहवः वृक्षाः सन्ति, अतः अत्र धर्मं अथवा जातिं द्रष्टुं शक्नुमः. केवलं संज्ञा इति नास्ति अत्र. उदाहरणं अयोध्या इति, बहवः अयोध्याः, बह्व्यः अयोध्याः न सन्ति, अतः अत्र वृक्षस्य जातिः एव स्वीकुर्मः. सत्यम्, इत्युक्ते बहवः वृक्षाः सन्ति इति कृत्वा जातिवाचकशब्दः इति न, तत्र वृक्षे वृक्षत्वम् इति जातिः अस्ति इति कृत्वा, इत्युक्ते तत्र तादृशं तत्र इत्युक्ते बहवः वृक्षाः सन्ति अपि, परन्तु ते सर्वे वृक्षाः यतोहि तस्मिन् अथवा तेषु वृक्षत्वम् इति जातिः अस्ति इति कृत्वा. बहवः अयोध्याः न सन्ति इति कृत्वा तद् अयोध्या इति संज्ञावाचकपदम् इति नास्ति वस्तुतः. तत्र वृक्षः इत्युक्ते यत्र यत्र वृक्षत्वम् अस्ति तत्र तत्र वृक्षः इति उच्यते. वृक्षत्वम् इति जातिः इत्युक्ते समानानां धर्मः इति कृत्वा तादृशं भवति. गुणः तु वयं जानीमः, इत्युक्ते स्थौल्यम् इति गुणः, औन्नत्यम् इति गुणः, तादृशम् अस्ति चेत् तत्र स्थूलः उन्नतः इति भवति. इदानीं तत्र पाकक्रिया अस्ति चेत् तत्र पाचकः अथवा पठनक्रिया अस्ति चेत् पाठकः इति इत्यादि तत्र तादृशं तत्र क्रियावाचकशब्दः भवति, अपि च संज्ञाशब्दः इति. तर्हि तत्र इत्युक्ते जातिनिमित्तकं गुण जाति इति केषाञ्चित् पदानां निमित्तं भवति, गुणः इति अपरस्य भवति, तद्वत् क्रिया अपि भवति, संज्ञा अपि भवति इति शब्दाः चतुर्विधाः इति उच्यते. एतावत्पर्यन्तं स्पष्टं खलु? अस्तु, तर्हि रामप्रिया भगिनी भवती पठति वा अग्रे. आं भगिनि, प्रथमबिन्दुः, द्वयोः पदयोः मध्ये एकः जातिवाचकः अन्यः गुणवाचकः वा क्रियावाचको वा संज्ञावाचको वा इति चेत् जातिशब्दस्य एव विशेष्यवाचकत्वं भवति. गुणशब्दस्य, क्रियाशब्दस्य, संज्ञाशब्दस्य च विशेषणवाचकत्वं भवति. यथा उन्नतः वृक्षः, पाटकपुरुषः, अयोध्यानगरी इति. प्रथमबिन्दुः अस्ति यद् यदा द्वयोः पदयोः, यदा पदद्वयम् अस्ति चेत् एकः जातिवाचकशब्दः अन्यपदं गुणवाचकं वा क्रियावाचकः वा संज्ञावाचकः वा अस्ति चेत् जातिवाचकशब्दः एव विशेष्यवाचकत्वं प्राप्नोति इति. यदा उदाहरणरूपेण अत्र उन्नतः वृक्षः इति दत्तमस्ति, उन्नतः वृक्षः इति पदे वृक्षः इति जातिवाचकः, तदेव विशेष्यवाचकत्वं, तस्य एव विशेष्यवाचकत्वम्. उन्नतः इति यदा गुणवाचकः अस्ति तत्र तस्य विशेषणम् आम् विशेषणं भवति. आम् गुणशब्दस्य, क्रियाशब्दस्य, संज्ञाशब्दस्य च विशेषणवाचकत्वं भवति. अनन्त अग्रिम उदाहरणमस्ति पाठकपुरुषः इति, तत्रापि पुरुषः इति विशेष्यवाचकत्वं प्राप्नोति, पाठकः इति विशेषणवाचकपदमस्ति. अयोध्यानगरी, नगरी इति विशेष्य वाचकत्वं वाचकः, अयोध्या इति विशेषणवाचकपदमस्ति. अत्र पुरुषः नगरी इति तत्र जातिवाचकशब्दः, पाठकः इति क्रियाशब्दः क्रियावाचकशब्दः, अपि च अयोध्या इति संज्ञाशब्दः. द्वितीयमस्ति, पदद्वयमपि गुणवाचकम् इति चेत् किं विशेषणं किं विशेष्यम् इत्यस्मिन् कोऽपि नियमो नास्ति. स्थूलः उन्नतः, स्थूलोन्नतः, उन्नतः स्थूलः, उन्नतः स्थूलः. यत्र गुणवाचकपदद्वयमस्ति चेत् तत्र किमपि नियमं नास्ति कः विशेषः किं विशेषणं किं विशेष्यम् इति. यदा उदाहरणरूपेण स्थूलः उन्नतः इति पदे किमपि विशेषणं किमपि विशेष्यं भवितुम् अर्हति इति. उन्नतः वा स्थूल उन्नतः वा उन्नतस्थूलः वा द्वयमपि साधु इति. पूर्वं किं लेखनीयम् इति नियमः किमपि नास्ति किल? हा, तदर्थमेव खलु तत्र स्थूलोन्नतः उन्नतस्थूल इत्युक्ते तत्र बहवः उन्नताः सन्ति, येषु स्थूलः अन्यतमः चेत् स्थूलोन्नतः इति भवति. विपरीतत्वेन बहवः स्थूलाः सन्ति, तेषु औन्नत्येन एकस्य पृथक्करणं भवति चेत् उन्नतस्थूलः इति भवति. तृतीयमस्ति, पदद्वयमपि क्रियावाचकम् इति चेदपि कोऽपि नियमो नास्ति. पाठकः नर्तकः, पाठकनर्तकः, नर्तकः पाठकः, नर्तकपाठकः. तत्रापि यदा क्रियावाचकपदद्वयमस्ति चेदपि नियमः नास्ति इति अस्ति. चतुर्थबिन्दुः अस्ति, द्वयोः मध्ये एकः गुणशब्दः अन्यः क्रियाशब्दः इति चेदपि कोऽपि नियमो नास्ति. स्थूलः पाचकः स्थूलपाचकः, पाचकः स्थूलः पाचकस्थूलः. तत्रापि यदा क्रियाशब्दः अस्ति चेदपि क्षम्यताम् एकः गुणशब्दः अन्यः क्रियाशब्दः अस्ति चेदपि नियमः नास्ति. अत्र स्थूलः पाचकः इति शब्दे पाचकः इति क्रियाशब्दः, स्थूलः इति गुणशब्दः, स्थूलपाचकः अपि साधु, पाचकस्थूलः अपि साधु इति. तत्र पञ्चममस्ति, विशेषजातिसामान्यजातिशब्दयोः समासे विशेषजातिशब्दः नित्यं विशेषणं, सामान्य जातिशब्दं नित्यं विशेष्यः च. आम्र इति वृक्षः आम्रवृक्षः. अत्र नियमः अस्ति यदा विशेषजाति सामान्यजातिशब्दयोः यदा एकः विशेषजातिः अन्यशब्दः सामान्यजातिशब्दः अस्ति चेत् विशेषजातिशब्दः नित्यं विशेषणं भवति, सामान्यजातिशब्दः नित्यं विशेष्यः एव भवति इति. यदा आम्रः इति वृक्षः, तत्र वृक्षः इति सामान्य जातिशब्दः, आम्रः इति विशेष्यजातिशब्दः, आम्रः इति विशेषणं, वृक्षः इति विशेष्यं भवति आम्रवृक्षः इति पदे. अत्र च उन्नतवृक्षः विशेषणपूर्वपर पूर्वकर्मधारयः, स्थूलोन्नतः नर्तकपाठकः स्थूलपाचकः च विशेषण उभयपदकर्मधारयः, कैलासाद्रिः आम्रवृक्षः च सम्भावनापूर्वपदकर्मधारयः इति. यदा वयं दृष्टवन्तः इदानीं अत्र प्रथम द्वितीय उदाहरणे उन्नतवृक्षः इति प्रथम उदाहरणं, तत्र तत्तु विशेषणपूर्वपदकर्मधारयसमासः अस्ति. स्थूलोन्नतः नर्तकपाठकः स्थूलपाचकः यदा वयं दृष्टवन्तः, तत्तु उभयपदं विशेषण उभयपद कर्मधारयसमासः उदाहरणमस्ति. कैलासाद्रिः आम्रवृक्षः तत्तु सम्भावना पूर्वपदकर्मधारयः अस्ति. उत्तमं. तर्हि पुष्पा भगिनी भवती अग्रे पठितुम् इच्छति वा? भगिनि बहु नाय्स् अस्ति. अस्तु अस्तु, केवलं अस्तु. तर्हि सुनील् महोदय भवान् अग्रे पठतु. आभेदाश्रयः यज्ञदत्तः इति स्थले का गतिः? अधुना प्रकृतौ आसननिष्ठ अधिकरणतानिरूपित आधेदाश्रयः यज्ञदत्तः इति स्थले यज्ञदत्तः इति उद्देश्ये विधीयते आश्रयत्व. तर्हि यथा सुन्दरः बालकः इति स्थितौ सुन्दरः प्रथमः इत्यतः बालकस्य परिचयो भवति सौन्दर्यगुणेन, तदेव आश्रयः प्रथमः इति कृत्वा आश्रयत्वेन परिचयः दीयते यज्ञदत्तस्य इति किमर्थं न स्यात्? यदि वास्तवे आश्रयत्वेन यज्ञदत्तस्य बोधो भवति तदानीं विशेषणविशेष्यभावः एव. यदि पूर्वमेव यज्ञदत्तस्य परिचयः जातः तर्हि तस्मिन् परिचयते यज्ञदत्ते यदा आश्रयत्वं विधीयते तदा उद्देश्यविधेयभावः. अतः कथनसमये तात्पर्यं किम् इत्यस्य आधारेण विशेषणविशेष्यभावः अथवा उद्देश्यविधेयभावः इति निश्चीयते. अत्र प्रश्नः अस्ति अधेदाश्रयः यज्ञदत्तः इति स्थले गतिः का इति. अतः अत्र प्रकृतवाक्यमासीत् आसननिष्ठ अधिकरणतानिरूपित आधेदाश्रयः यज्ञदत्तः इति. अत्र उद्देश्ये एव अत्र आश्रयत्वमस्ति. अत्र उद्देश्यः कः? अत्र उद्देश्यविधेयभावः इति पूर्वं दृष्टवन्तः खलु. अत्र विधेयः कः, उद्देश्यः कः? उद्देश्यः आसननिष्ठ अधिकरणनिरूपित आदेदाश्रयः, विधेयः यज्ञदत्तः. रामप्रिया भगिनी भवती किं चिन्तयति? यज्ञदत्तः इति उद्देश्यः आदेयत आश्रयः तदेव विधेयः. यज्ञदत्ते आरोपितम् अस्ति इति. वदतु भगिनि, क्षम्यताम्. यज्ञदत्ते आरोपितमस्ति आश्रयत्वम् इति. सम्यक्. इति यज्ञदत्तः इति उद्देश्यः, तस्मिन् विधेयः अस्ति आदेयताश्रयः इति. इत्युक्ते आसननिष्ठ अधिकरणतानिरूपित आदेयताश्रयः इति विधेयः खलु. इत्युक्ते तत्र यज्ञदत्ते आश्रयत्वं विधीयते इति कृत्वा यज्ञदत्तः इति उद्देश्यः आदेयताश्रयः इति विधेयः. स्पष्टं वा महोदय? क्षम्यताम् इति किमपि न तथा नास्ति. तत्र केवलम् अवगमनं भवतु इति. अहं प्रथमम् एवं चिन्तितवान् यज्ञदत्तः इति आश्रयः, अतः अहं तादृशं चिन्तितवान् इति. पुनः वदतु, यज्ञदत्तः इति किं? सः आश्रयः इति अहं चिन्तितवान्. इत्युक्ते आसननिष्ठादि इदानीं वाक्यस्य विवरणं तद् नास्ति चेदपि आश्रयः यज्ञदत्तः इत्येव स्वीकुर्मः चेदपि तथैव भवति खलु. तत्र आश्रयः इति विधेयः, यज्ञदत्तः इति इत्युक्ते यज्ञदत्ते आश्रयत्वं विधीयते इति एव अर्थः खलु. इत्युक्ते आश्रये यज्ञदत्वं न विधीयते इति कृत्वा तत्र आश्रयः इति विधेयः, यज्ञदत्तः इति उद्देश्यः. इत्युक्ते यस्मिन् आरोपणं भवति सः, इत्युक्ते एषः मम मित्रम् इति, एषा महिला मम मित्रम् इति वदामि चेत् तत्र महिलायां मित्रत्वम् आरोपितं खलु. तर्हि महिला इति उद्देश्य मित्रम् इति विधेयम्. इत्युक्ते तत्र तदेव आगच्छति अग्रेपि, इत्युक्ते क्रमस्य तत्र मूल्यं नास्ति. तर्हि यथा सुन्दरः बालकः इति स्थितौ सुन्दरः प्रथमः इत्यतः बालकस्य परिचयो भवति सौन्दर्यगुणेन, तथैव आश्रयः प्रथमः इति कृत्वा आश्रयत्वेन परिचयः दीयते यज्ञदत्तस्य इति किमर्थं न स्यात्? अत्र सुन्दरः बालकः इति वाक्यं स्वीकुर्मः चेत् अत्र सुन्दरः प्रथमः प्रथमवाक्यं प्रथम शब्दः बालकः इति धियः, अतः अत्र बालकस्य परिचयम् अत्र सौन्दर्यगुणेन भवति इति पूर्वमपि वयं दृष्टवन्तः. एवं स्वीकृत्य यत्नदत्तस्य परिचयः अपि तादृशं भवति वा इति प्रश्नः. यत्नदत्तस्य परिचयः तादृशं भवति वा इति न, वस्तुतः किमर्थं तथा स्वीकर्तुं न शक्नुमः इति प्रश्नः. इत्युक्ते अत्र तु वयम् उक्तं खलु, वयम् उक्तवन्तः तद् उद्देशविधेयभावः अस्ति आश्रयः यज्ञदत्तः इति यथा यत्र अस्ति तत्र उद्देशविधेयभावः इति उक्तवन्तः. तर्हि सुन्दरः बालकः इत्यस्मिन् सुन्दरः इति विशेषणं, बालकः इति विशेष्यम् इति यथा स्वीकृतवन्तः, तद्वत् अत्रापि किमर्थं न स्यात् इति प्रश्नः इदानीम्. अत्र सुन्दरः बालकः इति विशेषणविशेष्यवाक्यं, तद्वत् इति यदि वास्तवे आश्रयत्वेन यज्ञदत्तस्य बोधो भवति तदानीं विशेषणविशेष्यभावः एव. अतः अत्र यज्ञदत्तस्य परिचयः आश्रयत्वेन भवति चेत् अत्र विशेषणविशेषभावः एव भवति इति. यदि पूर्वमेव यज्ञदत्तस्य परिचयः जातः. एकक्षणं महोदय, इतोपि किञ्चित् वदति वा, तत्र यद् तत्र अस्ति तत्तु सम्यक् एव, परन्तु भवतः अवगमनं अभवत् वा न वा इति किञ्चित् मम संशयः अस्ति. अत्र वास्तवेन आश्रयत्वेन यज्ञदत्तस्य बोधः भवति इत्युक्ते अर्थः कः? अत्र पूर्वं यदा वयं दृष्टवन्तः अत्र सुन्दरः बालकः इति स्थले अत्र सुन्दरः प्रथमः शब्दः, बालकः इति द्वितीयः, अत्र विशेषणविशेष्यभावः. अत्र इदानीं बालकस्य परिचयः सुन्दरत्वेन भवति इति, अतः अत्र आश्रयः प्रथमः इति तादृशं स्वीकृत्य अत्रापि आश्रयत्वेन यज्ञदत्तस्य परिचयं बोधः भवति चेत् अत्र विशेषणविशेषभावः एव भवति इति. न न, तत्र सुन्दरः तत्र वस्तुतः क्रमस्य मुख्यता नास्ति. तत्र प्रश्नः आसीत् सुन्दरः बालकः इव किमर्थं यत्र वयम् आश्रयः यज्ञदत्तः इत्यस्मिन् उद्देशविधेयभावः इति उक्तवन्तः, तत्र किमर्थं न स्यात् इति प्रश्नः आसीत्. तत्र यदि वास्तवे इत्युक्ते वस्तुस्थितिः का इति प्रश्नः खलु, वस्तुस्थितिः तथा अस्ति चेत् कथम् इत्युक्ते तत्र आश्रयत्वेन यज्ञदत्तस्य बोधः भवति, इत्युक्ते आश्रयत्वेन यज्ञदत्तस्य परिचयः भवति चेत् तदा विशेषविशेषणभावः भवति. इत्युक्ते सुन्दरः बालकः इव तत्र आश्रयः यज्ञदत्तः इति क्रमः अस्ति इति कृत्वा न, परन्तु सुन्दरः बालकः इत्यत्र सौन्दर्यगुणेन यथा बालकस्य परिचयः भवति तद्वत् आश्रयत्वेन यज्ञदत्तस्य परिचयः भवति चेत् तत्र विशेष्यविशेषणभावः भवति. अत्र इदानीं पुनः आसननिष्ठ अधिकरण वा निरूपित अधेदाश्रयः यज्ञदत्तः तद्वाक्यमेव अत्रापि अस्ति किल अस्मिन्? तदेव अस्ति, परन्तु अत्र तादृश आश्रयत्वेन यज्ञतत्त्वस्य परिचयः भवति वा? इदानीं नास्ति. हा इति कृत्वा यदा तादृश आश्रयत्वेन यज्ञतत्त्वस्य परिचयः जातः तदा निश्चयेन विशेष्यविशेषणभावः अस्ति. परन्तु अस्मिन् उदाहरणे तथा नास्ति खलु? यदि पूर्वमेव यज्ञदत्तस्य परिचयः जातः तर्हि तस्मिन् परिचयते यज्ञदत्ते यदा आश्रयत्वं विधीयते तदा उद्देश्यविधेयभावः. यदा यज्ञदत्तस्य परिचयः पूर्वमेव जातः तत्र तस्मिन् परिचये तत्र आश्रयत्वं विधीयते चेत् तदा अत्र उद्देश्यविधेयभावः एव अस्ति. इत्युक्ते तत्र मम क्षम्यतां महोदय, मम स्पष्टता नास्ति. भवान् तयोः तत्र वाक्यद्वयोः मध्ये यः भेदः अस्ति तस्य अवगमनं जातं वा न वा इति. इत्युक्ते आश्रयः यज्ञदत्तः इति अस्ति चेत् कुत्र विशेषणविशेष्यभावः भवति, कुत्र उद्देश्यविधेयभावः भवति इति वक्तुं शक्नोति वा? अत्र यदा प्रथमम् उद्देश्यविधेयभावं वदामि. अत्र यज्ञदत्तस्य परिचयं पूर्वं जातम्, अनन्तरं तत्र आश्रयत्वम् आरोपयामः, अतः तत्र उद्देश्यविधेयभावः भवति. परन्तु आश्रयत्वेन यज्ञदत्तस्य ज्ञातं भवति, तत्र विशेषणविशेषभावः भवति. यदा सुन्दरः बालकः, बालकः सुन्दरः इति स्थले. अतः कथनसमये तात्पर्यं किम् इत्यस्य आधारेण विशेषणविशेषभावः अथवा उद्देश्यविधेयभावः इति निश्चीयते. अतः अत्र वयं वदामः अत्र तात्पर्यं किम् इत्येव स्वीकृत्य अत्र विशेषणविशेषभावः वा अथवा उद्देश्यविधेयभावः इति निश्चयं कुर्मः. सम्यक्, तर्हि अग्रे पठति वा? सुन्दरः बालकः, बालकः सुन्दरः इति उभयत्रापि यः कोऽपि अर्थो भवितुम् अर्हति. वाक्यस्तरे उद्देश्यविधेयभावः यत्र अस्ति तत्र उद्देश्यवाचकत्वम् आदौ प्रयोक्तव्यं, विधेयवाचकत्वम् अनन्तरं प्रयोक्तव्यमिति यथा तथा किमपि नास्ति. एवमेव विशेषणविशेषभावस्थले वाक्यस्तरे विशेषणवाचकत्वं पूर्वं, विशेष्यवाचकत्वम् अनन्तरम् इति तथा कोऽपि नियमो नास्ति. तात्पर्यमेव मुख्यं. किन्तु सामान्यव्यवहारे सुबोधार्थं एतादृशक्रमः उपयुज्यते. उद्देश्यवाचकपदं च विशेषणवाचकपदं च पूर्वम्. अतः आधेयदाश्रयः यज्ञदत्तः इति स्थले आधेयदाश्रयः इति पदं पूर्वम् इत्यस्य एव आधारेण विशेषणविशेषभावः इति वक्तुं न शक्यते. वक्तुः तात्पर्यं द्रष्टव्यम्. अत्र इदानीं सुन्दरः बालकः, बालकः सुन्दरः इति उभयत्रापि यः कोऽपि अर्थः भवितुमर्हति. इत्युक्ते अत्र वाक्यद्वयमस्ति, द्वयोरपि विशेषणविशेषभावः वा उद्देश्यविधेयभावः वा भवितुम् अर्हति इति. वाक्यस्तरे उद्देश्यविधेयभावः यत्र अस्ति तत्र उद्देश्यवाचकत्वम् आदौ प्रयोक्तव्यं, विधेयवाचकत्वम् अनन्तरं प्रयोक्तव्यम् इति तथा किमपि नास्ति. अतः तदेव भवती पूर्वम् उक्तवती. अत्र वाक्ये शब्दानां क्रमः न सन्ति इति. अत्र उद्देश्यविधेयभावस्थले आदौ उद्देश्यवाचकत्वं प्रयोक्तव्यम् इति नास्ति, विधेयवाचकत्वम् अनन्तरं प्रयोक्तमिति तादृशनियमः नास्ति. एवमेव विशेषणविशेषभावस्थले वाक्यस्तरे विशेषणवाचकत्वं पूर्वं, विशेष्यवाचकत्वम् अनन्तरम् इति तत्रापि कोऽपि नियमः नास्ति. उभयोरपि तात्पर्यमेव मुख्यं, किन्तु सामान्यव्यवहारे सुबोधार्थम् एतादृशक्रमः उपयुज्यते. अत्र लोकव्यवहारे परन्तु अत्र एवं क्रमं स्वीकुर्मः. उद्देश्यवाचकपदं च विशेषणवाचकपदं पूर्वं च पूर्वं प्रथमम् उद्देश्यवाचकपदं वा विशेषणवाचकपदं वा उपयोगं कुर्मः. अतः अत्र आधेदाश्रयः यत्नदतः इति स्थले आधेदाश्रयः इति पदं पूर्वम् इति स्वीकृत्य विशेषणविशेषभावः इति वक्तुं न शक्यते. वक्तुः तात्पर्यं द्रष्टव्यम्. अत्र आदेदाश्रयः यत्नदत्तः इति स्थले पूर्वपदः पदं स्वीकृत्य अत्र विशेषणविशेषभावं भावः इति वक्तुं न शक्नुमः. यदा किमर्थम् इत्युक्ते अत्र वक्तुः तात्पर्यं किम् इति प्रथमम् अस्माभिः द्रष्टव्यम्. अनन्तरमेव तत्र विशेषणविशेषभावः वा उद्देश्यविधेयभावः वा इति द्रष्टुं शक्नुमः. अग्रे महोदय. यदि 100 पुरुषाः सन्ति, तेषु च 99 पुरुषाः उत्थिताः, एकः च उपविष्टः, स च एकः पुरुषः आसने उपविष्टः इति कृत्वा महतः जनसमूहात् पृथक्करणार्थं यदि वदामः आसननिष्ठ अधिकरणतानिरूपित आधेदाश्रयः पुरुषः, तर्हि विशेषणविशेषभावः अवश्यं सिद्ध्यति. आश्रयः पुरुषः आश्रयपुरुषः विशेषणपूर्वपदकर्मधारयः. विशेषणविशेषभावः विवक्षितः चेत् कर्मधारयसमासः भवति एव. एतादृशेषु परिस्थितिषु सामान्यतया उद्देश्यविधेयभावः एव विवक्षितः इति कारणतः अत्र समासो न भवति इति वदामः. किन्तु यदि वास्तवे विशेषणविशेषभावः विवक्षितः तर्हि समासः भवति आवश्यम्. अत्र इदानीम् अन्य उदाहरणमस्ति. 100 पुरुषाः सन्ति, अत्र 99 पुरुषाः उत्थिताः, एकः एव इदानीम् उपविशति. अतः अत्र एवम् अत्र कृत्वा महतः जनसमूहात् पृथक्करणार्थं यदि वदामः आसननिष्ठ अधिकरणतानिरूपित आधेदाश्रयः पुरुषः. अतः पूर्वं वयं विशेषणविशेष स्थले वयं दृष्टवन्तः एकस्मिन् एकः समूहः अस्ति, तत्र कश्चन पृथक्करणार्थम् एव विशेषणविशेषभावं स्वीकुर्मः इति. अत्र अस्मिन् उदाहरणे आसननिष्ठ अधिकरणतानिरूपित आधेदाश्रयः पुरुषः इति अत्र एकस्य पृथक्करणं कर्तुम् अत्र विशेषणविशेषभावः अस्ति एव इति. आश्रयः पुरुषः आश्रयपुरुषः इति अत्र समासः अपि अस्ति. समस्तपदम् अत्र विशेषणपूर्वपदकर्मधारयः भवति. विशेषणविशेषभावः विवक्षितः चेत् कर्मधारयः समासः भवति एव. तदेव वयं पूर्वं दृष्टवन्तः सुन्दरबालकः इति. एतादृशेषु परिस्थितिषु सामान्यतया उद्देश्यविधेयभावः एव विवक्षितः इति कारणतः अत्र समासो न भवति इति वदामः. यत्र उद्देश्यविधेयभावः अस्ति तत्र वयं समासं न पश्यामः. यत्र बालकः सुन्दरः इति स्थले अपि वयं दृष्टवन्तः. किन्तु यदि वास्तवे विशेषणविशेषभावः विवक्षितः तर्हि समासः भवति अवश्यम्. विशेषणविशेषभावः यत्र वयं पश्यामः अत्र तात्पर्यम् अस्ति चेत् अत्र समासः भवति एव. सम्यक्. तर्हि रामप्रिया भगिनी अग्रे पठति वा? आम्. आश्रयशब्दः विशेषणं न भवितुम् अर्हति इति कोऽपि नियमः नास्ति. विशेषणविशेष्यभावविवक्षायाम् आश्रयशब्दः गुणवाचकः इति कृत्वा विशेषणत्वेन उपयोगो भवति अवश्यम्. तर्हि आश्रयशब्दः नियतलिङ्गशब्दः सन्नपि विशेषणत्वेन उपयोक्तुं शक्यते. महिलाविशेष्यम् अस्ति चेदपि आदेयता आश्रयः महिला, आदेयताश्रयमहिला इति कर्मधारयसमासः. अत्र यदा आश्रयशब्दः अस्ति तत् विशेषणम् इति न भवितुम् अर्हति इति नियमः कोऽपि नास्ति. विशेषणविशेष्यभावविवक्षायां यदा अस्माकं विवक्षा विशेषणविशेष्यभावः अस्ति चेत् आश्रयशब्दः तु गुणवाचकशब्दः इति कृत्वा तद् विशेषणं भवितुम् अर्हति. तद् विशेषणत्वेन वयम् उपयोगं कर्तुं शक्नुमः. आश्रयशब्दः इति नियतलिङ्गशब्दः. नियतलिङ्गः इत्युक्ते सर्वदा एक एव लिङ्ग. नियतपुल्लिङ्गः इति नियतलिङ्गः इत्युक्ते एक एव लिङ्गः इति किल भगिनि, पुल्लिङ्गः इति न अपि नास्ति किल? हा, नियतलिङ्गपदम् इत्युक्ते तत्र त्रिषु लिङ्गेषु अपि न भवति तस्य रूपम् इति एव. यत्किमपि तस्य लिङ्गम् अस्ति तस्मिन्नेव लिङ्गे तस्य रूपम् इत्युक्ते आश्रयः इति पुल्लिङ्गशब्दः चेत् पुल्लिङ्गे एव भवति. आश्रयशब्दः यदा नियतलिङ्गः अस्ति चेदपि तद्विशेषणत्वेन वयम् उपयोगं कर्तुं शक्नुमः. यदा महिला इति विशेष्यम् इति स्वीकुर्मः चेत् आदेयताश्रयः महिला इति वक्तुं शक्नुमः. आदेयताश्रयमहिला इति समस्तपदं तत्र कर्मधारयसमासः भवति. दृष्टान्ते दशरथपुत्रः रामः. रामाः भगिनि, अत्र भगिनि आश्रया इति न वक्तुं शक्नोमि. तदेव उक्तवती खलु रामप्रिया भगिनी इदानीं, तत्र आश्रयः इति नियतलिङ्गशब्दः इति कृत्वा आश्रया महिला इति न भवति. तथापि आश्रयः महिला इति विशेषणत्वेन उपयोगं कर्तुं शक्नुमः. दृष्टान्ते दशरथपुत्रः रामः. रामाः बहवः सन्ति, बलरामः, परशुरामः इत्यादयः. कस्य रामस्य विषये वदन् अस्ति इति ज्ञापनीयम्. तदर्थम् अत्र दशरथपुत्रः इति विशेषणं, रामः इति विशेष्यः. अधुना पुत्रशब्दस्य स्थाने अपत्यम् इति उपयुज्यामहे चेदपि भवति. अपत्यं नपुंसकलिङ्गशब्दः सन्तानार्थे. दशरथापत्यं रामः. इदानीं दशरथापत्यं क्षम्यतां, दशरथापत्यं विशेषणं कर्मधारयसमासे कृते दशरथापत्य रामः. एवमेव जनकापत्यं सीता, जनकापत्य सीता. यदा द्वितीय उदाहरणं स्वीकुर्मः, दशरथपुत्रः रामः इति, तत्र रामः इत्युक्ते कः इति ज्ञापनार्थं तत्र दशरथः इति पदम् अस्ति. रामः बहवः सन्ति इति, यदा बलराम, परशुरामः इति. कस्य रामस्य विषये वयम् इदानीं वदन् अस्ति इति, कस्य रामस्य विषये इति ज्ञापनार्थं तत्र दशरथः इति विशेषणं, रामः इति विशेषणं खलु. दशरथपुत्रः इति विशेषणं, रामः इति विशेष्यः. अधुना पुत्रशब्दस्य स्थाने यदा वयं इदानीं शब्दस्य स्थाने अपत्यम् इति स्वीकुर्मः चेदपि किं भवति अपत्यम् इति उपयुज्यामहे चेदपि भवति इत्युक्ते तत्रापि विशेषणविशेष्यं भवति इति. अपत्यम् इति यदा नपुंसकलिङ्गशब्दः शब्दः अस्ति तस्य अर्थम् अस्ति सन्तानार्थम् इति, तस्य अर्थम् अर्थः अस्ति सन्तानम् इति. दशरथापत्यं रामः पुत्रः इति पुत्रः अथवा पुत्री इति. दशरथापत्यं रामः इति वदामः चेत् तत्रापि दशरथापत्यम् इति विशेषणं रामः इति विशेष्यं तत्र कर्मधारयसमासः कृते यदा वयं कर्मधारयसमासः कुर्मः चेत् दशरथापत्यरामः इति पदं समस्तपदं भवति. यदा जनकापत्यं सीता इति वदामः चेत् अपत्यम् इति नपुंसकलिङ्गशब्दः तत्रापि परिवर्तनं न भवति, जनकापत्यसीता इति समस्तपदं भवति कर्मधारयसमासकृते. इति एव अत्र मुख्यविषयः खलु, इत्युक्ते तत्र नियतलिङ्ग अपत्यम् इति पुनः नियतलिङ्गशब्दः नपुंसकलिङ्गे यद्यपि तथा अस्ति तथापि तत्र विशेषणविशेष्यभावः अस्ति एव इति. अग्रे भगिनि तत्र करपत्रं समापयतु. आहत्य द्वयोः पदयोः एकार्थबोधकत्वं समानविभक्तिकत्वं ततः समानाधिकर्ण्य करण्यं च पर्याप्तं नास्ति कर्मधारयसमासस्य साधनार्थं. प्रथमतया समासविधायकसूत्रम् अपेक्षितं, तदा एव समानाधिकरण्ये सति कर्मधारयसमासत्वं. कर्मधारयसमासस्थले नवसु प्रकारेषु समासविधायकसूत्राणि विभिन्नानि, किन्तु एकवारं यदा समासः साधितः तदा कर्मधारयसंज्ञा नवानां कृते एकमेव सूत्रं, तत्पुरुषः समानाधिकरणः कर्मधारयः इति. विशेषणविशेष्यभाव उद्देश्यविधेयभावयोः निर्धारणे च वक्तुः तात्पर्यं प्रमुखं. व्यावर्तनं विवक्षा इति चेत् शब्दक्रमः यः कोऽपि भवतु नाम विशेषणविशेष्यभावः एव अस्ति. उद्देश्यः पूर्वमेव परिचितः इति चेत् तत् सम्बन्धातिरिक्तं ज्ञानम् इति दीयते चेत् उद्देश्यविधेयभावः इति एव अस्ति. अत्र सारांशत्वेन दत्तमस्ति, यदा द्वयोः पदयोः एकार्थबोधकत्वम् अस्ति, समानविभक्तिकत्वम् अस्ति, ततः समानाधिकरण्यं च पर्याप्तं नास्ति. कर्मधारयसमासस्य साधनार्थम् एकार्थबोधकत्वं समानविभक्तिकत्वं समानाधिकरण्यं च क्षम्यताम् एकार्थबोधकत्वं समानविभक्तिकत्वम् अस्ति पदयोः मध्ये, ततः समानाधिकरण्यं भवति, तदेव पर्याप्तं नास्ति कर्मधारयसमासस्य साधनार्थम्. प्रथमं किम् अपेक्षितम् इत्युक्ते समासविधायकसूत्रम्, अनन्तरं तदा एव समानाधिकरण्ये सति कर्मधारयसमासः भवति. प्रथमसमासविधायकसूत्रम् अनन्तरं समानाधिकरण्यमस्ति चेत् कर्मधारयसमासः भवति. कर्मधारयसमासस्थले नवसु प्रकारेषु समासविधायकसूत्राणि विभिन्नानि. समासविधायकसूत्राणि नवसु प्रकारेषु विभिन्नानि विभिन्नानि इत्युक्ते भिन्नभिन्न एक एव सूत्रं. कुत्र अस्ति समासविधायकसूत्रं विभिन्नानि इति? तृतीय प्रथम कर्मधारय नवसु प्रकारेषु समासविधायकसूत्राणि विभिन्नानि एक एव. न तत्र किमर्थम् इत्युक्ते तत्र सूत्रद्वयमस्ति खलु, तत्र बहुलम् इति एकं, कुत्सितानि कुत्सनैः इति तथा तत्र इत्युक्ते समासविधायकसूत्रं तु भिन्नभिन्नसूत्रं भवितुम् अर्हति, परन्तु यदा समासः साधितः तत्र कर्मधारे संज्ञा तु एकमेव सूत्र एकेनैव सूत्रेण भवति, तत्पुरुषः समानाधिकरणः कर्मधारयः इति. समासविधायकसूत्राणि विभिन्नानि. परन्तु नवप्रकारकर्मधारयसमासः एकेन सूत्रेण एव भवति. कर्मधारयसंज्ञा एकेन सूत्रेण एव भवति, परन्तु समासविधानं तु भिन्नभिन्नैः सूत्रैः भवति. यदा वयं समासः साधितः एकवारं, तदा कर्मधारयसंज्ञा नवानां कृते एकमेव सूत्रं, तत् सूत्रमस्ति तत्पुरुषः समानाधिकरणः कर्मधारयः इति संज्ञासूत्रं. विशेषणविशेष्यभाव उद्देशविधेयभावयोः निर्धारणे च वक्तुः तात्पर्यं प्रमुखम् इत्युक्ते यदा विवक्ष अनुसारमेव वयं विशेषणविशेष्यभावः वा उद्देश्य विधेयभावः इति निर्धारितुं शक्नुमः इति. व्यवर्तनं विवक्षा इति चेत् शब्दक्रमः यः को भवतु नाम, इत्युक्ते यदा सुन्दरः बालकः वा बालकः सुन्दरः वा, विवक्षा एव प्राधान्यम् अस्ति. शब्दक्रमस्य मुख्यत्वं कोऽपि मुख्यत्वं किमपि मुख्यत्वं नास्ति इति. विशेषणविशेष्यभावः एव अस्तु. उद्देश्यः पूर्वमेव परिचितः इति चेत् तत् सम्बन्ध अतिरिक्तं ज्ञानम् इति दीयते चेत् उद्देश्यविधेयभावः इत्येव अस्ति. यदा वयं पूर्वमेव परिचित ज्ञातः वस्तु पदार्थः वा किमपि अस्ति चेत् तत्र तत् सम्बन्ध अतिरिक्तं ज्ञानम् इत्युक्ते तस्य विषये अतिरिक्तज्ञानम् अस्ति चेत् तत्र उद्देश्यविधेयभावः इति एव भवति. सम्यक्, इति उद्देश्यविधेयभावप्रसङ्गः समाप्तः. तत्र प्रश्नः अस्ति वा? नो चेत् पुस्तकात् इदानीं पठनं अनुवर्तनं कर्तुं शक्नुमः. मम लघुप्रश्नः, यत्र काव्येषु वा तादृशम् एतादृशक्रमं न स्वीकुर्मः चेत् तत्र सर्वदा विशेषणविशेषभावमेव स्वीकुर्मः वा इत्युक्ते प्रश्नः न अवगतः मया. इत्युक्ते अत्र इदानीं सरलरीत्या वयं जानीमः सुन्दरः बालकः इति विशेषणविशेष्यभावः इति, बालकः सुन्दरः इति उद्देश्यविधेयभावः इति. न तदेव इदानीं रामप्रिया भगिन्या उक्तं खलु, अत्र पश्यतु विशेषणविशेष्यभाव उद्देश्यविधेयभावयोः निर्धारणे च वक्तुः तात्पर्यम् एव प्रमुखं. तत्र क्रमः पदक्रमः विवक्षा अनुगुणमेव तत्र तत्र तदनन्तरम् अनन्तरवाक्यं पठतु. तत्र व्यावर्तनं विवक्षा इति चेत् शब्दक्रमः यः कोऽपि भवतु नाम विशेषणविशेष्यभावः एव अस्ति इति. व्यावर्तनम् इत्युक्ते तत्र पृथक्करणम् अथवा वैशिष्ट्यं तस्मिन् अस्ति इति तादृशं तादृशविवक्षा अस्ति चेत् सुन्दरः बालकः वा भवतु बालकः सुन्दरः वा भवतु तत्र शब्दक्रमः तस्य मुख्यता नास्ति, तत्र विशेषणविशेष्यभावः एव भवति. परन्तु इदानीं बालकस्य परिचयः जातः, एकः एव बालकः अस्ति, ओ अहो बालकः सुन्दरः इति वदामः चेत् तत्र अथवा सुन्दरः बालकः इति वदामः चेदपि तत्र क्रमः यत् कोऽपि भवतु तत्र तु उद्देशविधेयभावः एव अस्ति. इदानीं स्पष्टं वा? अस्तु महोदय, तर्हि भवानेव पुस्तकात् आरम्भं करोतु. तत्र नूतनविषयः परत्वम् अपरत्वम् इति चतुरधिकशततमे पुटे तस्मात् आरम्भं कुर्मः. परावरव्यवहार साधारणकरणे परत्वापरत्वे पृथिव्यादि चतुष्टयमनोवृत्तिनि ते द्विविधे दिक्कृते कालकृते च दूरस्थे दिक्कृतं परत्वं समीपस्थे दिक्कृतमपरत्वं ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतम् अपरत्वम् इति दिक्कृत परावरत्वनिरूपणम्। एकक्षणं महोदय, एतत् पर्यन्तं यत् स्थूलाक्षरैः आसीत् यत् भवान् पठितवान् तत् एकवारं किञ्चित् उक्त्वा अग्रे गच्छतु। अत्र परावरत्वस्य विषयः अस्ति, अत्र परावरव्यवहारसाधारणकरणे परत्वापरत्वे इति, परत्वस्य अपरत्वस्य व्यवहारे किं भवति इति एव। न, व्यवहारः इत्युक्ते किं? व्यवहारः इति कश्चन पारिभाषिकशब्दः खलु, पूर्वमपि वयं दृष्टवन्तः। अत्र यः शब्दः ज्ञानं जनयति इति व्यवहारः इति। पृष्टं किं भगिनि, किं पृष्टं? 4100 पुटम्। अत्र ज्ञानजनकं शब्दः अस्ति, व्यवहारः इति, ज्ञानजनकशब्दप्रयोगः इति। अतः अत्र परत्वापरत्वे इति स्थले किं भवति इति, अत्र पृथिव्यादिचतुष्टय मनोवृत्ति। महोदय महोदय, तत् प्रथमवाक्यं सम्पूर्णतया न उक्तं खलु, परापरव्यवहार असाधारणकारणे परत्वापरत्वे इत्युक्ते परत्वापरत्वे इति तस्य पदपरिचयः किञ्चित् करोतु। तत्र विभक्तिः, तत्र परत्वापरत्वे इत्युक्ते तत्र विभक्तिः का अत्र? परत्वापरत्वे इति सप्तमी विभक्तिः न न न न न तत्र परत्वापरत्वे इति रामप्रिया भगिनी भवती वक्तुं शक्ति वा? प्रथमद्विवचनं तत्र परापरव्यवहार असाधारणकारणे परत्वापरत्वे इत्युक्ते परापर इति यदा अतीतादिव्यवहारहेतुः कालः इति उक्तवन्तः खलु, तादृशमेव अस्ति अत्रापि। इत्युक्ते परापरम् इति यदा व्यवहारं कुर्मः, इत्युक्ते तादृशशब्दप्रयोगं यदा कुर्मः चेत् तेन कश्चन ज्ञानं भवति खलु, तस्य ज्ञानस्य असाधारणकारणमस्ति परत्वम् अपि च अपरत्वम् इति। अहं परत्वापरत्वे इति सप्तमी इति अहम् उक्तवान्, परन्तु तदहं न उक्तवान् इति परं परापरम् इति। हा, सप्तमी अस्ति चेत् तत्र तस्मिन् विषये इति भवति खलु, तथा नास्ति अत्र। तत्र असाधारणकारणे इति तत्र परत्वमिति अपरत्वम् अपरत्वम् इति असाधारणकारणं परापरव्यवहारस्य इति। अग्रे महोदय। पृथिव्यादि चतुष्टय मनोवृत्तिनि, अत्र पृथिवी जलं तेजः वायुः इति एव चतुष्टयमिति पृथिव्यादि, अतः मनोवृत्तिनि इति। मनोवृत्तिनि इत्युक्ते इत्युक्ते तेषां अवगमनं कर्तुम् अत्र परापरम् इति उपयोगं कुर्मः इति। न, पृथिव्यादिचतुष्टयं यथा भवान् उक्तवान्, पृथिवी जलं तेजः वायु अपि च मनः, तस्मिन् अथवा तेषु भवति इति। पृथिव्यादि चतुष्टयं च मनः तत्र वर्तते इति, तत्र वर्तते इति। ते द्विविधे दिक्कृते कालकृते च, अतः अत्र इदानीं परम् अपरमिति द्विविधे दिक्कृते भवति, अनन्तरं कालकृते भवति। दिक्कृते इत्युक्ते तत्र कीदृशं पदं, कीदृशः समासः अत्र? अत्र दिशः किल, दिशः दिशं सूचयति। सत्यं, तर्हि कीदृशसमासः तत्र, विग्रहवाक्यं किल? दिक् इति तत्र द्विषा कृतं कालेन कृतम् इति तृतीया तत्पुरुषः. चिन्ता नास्ति महोदय. दूरस्थे दिक्कृतं परत्वं, समीपस्थे दिक्कृतम् अपरत्वं. अत्र दूरस्य विवरणं कुर्मः दिशं प्रति, तत्र परत्वम् इति. न न न, दिशं प्रति इति न, तत्र दूरस्थे इत्युक्ते यदा दिशा कृतम् इत्युक्ते अग्रे आगच्छति. इतोपि किञ्चित् विवरणं, तत्र यदा दूरस्थे इत्युक्ते दूरं स्थितं, यद् दूरम् अस्ति वर्तते तद् इत्युक्ते दिशा, दिशा इति दृष्ट्या पश्यामः चेत् यद् दूरे अस्ति तत् परत्वं, यत् समीपे अस्ति तत् अपरत्वं. यदा कालस्य प्रसङ्गः अस्ति तत्र यः ज्येष्ठः अस्ति सः तस्मिन् परत्वं, यः कनिष्ठः अस्ति तस्मिन् अपरत्वम्. इत्युक्ते युधिष्ठिरः भीमात् परः इति वदामः खलु, तर्हि तत्र प्रायुः विषये, तत्र वयसा यः ज्येष्ठः अस्ति तस्मिन् परत्वं, यः कनिष्ठः अस्ति तस्मिन् अपरत्वम् इति. अग्रे पठतु महोदय. दिक्कृत परापरत्वनिरूपणम्. आदौ दिक्कृते परत्वापरत्वे निरूप्यते. अनयोरु अनयोरुपपादनाय पदार्थत्रयं स्वीकुर्मः. अत्र मूलवाक्ये वयं दृष्टवन्तः अत्र दिक्कृतं कालकृतम् इति. अतः अत्र दिक्कृते परत्वापरत्वं निरूप्यते इदानीं. तदर्थं पदार्थत्रयम् इदानीं स्वीकुर्मः. अत्र प्राची, चैत्रः, मैत्रः, यज्ञदत्तः इति अत्र अस्ति. पदार्थत्रयं वस्तुतः चैत्रः, मैत्रः, इह यज्ञदत्तः अस्ति द्रष्टा. सः यदा प्राच्यां चैत्रं मैत्रं च पश्यति तदा मन्यते चैत्रः मैत्रापेक्षया दूरे वर्तते. एवं मैत्रः चैत्रापेक्षया समीपे वर्तते इति. तत्र यः दूरे प्रतीयते तस्मिन् दिक्कृतं परत्वम् उत्पद्यते. यः समीपे भवति तस्मिन् दिक्कृतम् अपरत्वम् उत्पद्यते. अतः अत्र इदानीं त्रयः पुरुषाः सन्ति, चैत्रः, मैत्रः, यज्ञदत्तः इति. अतः यज्ञदत्तस्य दृष्ट्या किं भवति इति एव. यज्ञदत्तः यज्ञदत्तः इदानीं प्राच्यां, तस्य प्राच्यां प्रथमः मैत्रः, द्वितीयः चैत्रः इति. अतः सः पश्यति मैत्रस्य अपेक्षया चैत्रः दूरे अस्ति इति. अनन्तरं चैत्रस्य अपेक्षया मैत्रः समीपे अस्ति इति. अतः दूरे अस्ति इति प्रतीयते. सः इदानीं तत्र तस्मिन् दिक्कृतं परत्वं पश्यति. यः समीपे भवति अतः इदानीं मैत्रः, तस्मिन् सः दिक्कृतम् अपरत्वं पश्यति. सत्यम्. अग्रे पठामि वा? सत्यं व्यवहारः दूरे समीपे इति प्रसिद्धः. अङ्गीकृतं च यस्य हेतुः परत्वमिति, परत्वमिति अपरत्वमिति गुणान्तरमपि. वैपरीतत्वेन कुतः न, मैत्र एव तु परत्वमस्तु, अस्तु च चैत्रे अपरत्वमिति चेत् उच्यते. तुल्यं स्थौल्यं येषां वर्तते तादृशकाष्टक फलकान् आदाय यज्ञदत्तः यस्मिन् देशे स्थितः तं देशमार देशमारभ्य यदि तेषां स्थापनम् आरभामहे यदा एकं द्वे त्रीणि इत्यादिक्रमेण स्थापने मैत्रपर्यन्तं यदि त्रिंशत् काष्ठफलकाः स्थापिताः भवन्ति यदा चैत्रपर्यन्तं केचन फलकाः अधिकाः स्थाप्याः स्युः तत्साधिक्यं कदाचित् एकेन फलकेन द्वाभ्यां फलकाभ्यां वा स्यात् तयोः अन्धराधिक्ये च फलकानां शतेन वापि स्यात् सत्यं व्यवहारः दूरे समीपे इति प्रसिद्धः अस्माकं व्यवहारे दूरे समीपे इति अत्र प्रसिद्धे प्रसिद्धौ शब्दौ अङ्गीकृतं च तस्य हेतुः परत्वमिति अपरत्वमिति गुणान्तरमपि अत्र किमर्थम् इत्युक्ते अत्र परत्वम् अपरत्वमिति गुणे अपि स्तः अत्र वैपरीतत्वेन कुतः न इत्युक्ते अत्र परत्वम् अपरत्वमिति इदानीं वयं दृष्टवन्तः तद् वैपरीतत्वेन किमर्थं न भवति इति प्रश्नः अत्र वैपरीतत्वेन किमर्थं न भवति इत्युक्ते अर्थः कः अत्र अत्र इदानीं यज्ञदत्तस्य दृष्ट्या मैत्रः समीपे चैत्रः दूरे अस्ति इति इत्युक्ते अत्र चैत्रः चैत्रे परत्वं मैत्रे अपरत्वम् इति तत्र वैपरीत्यं भवति वा इत्युक्ते मैत्रे परत्वं चैत्रे अपरत्वं भवति वा इति अस्तु च चैत्रे अपरत्वम् इति चेत् उच्यते अत्र चैत्रे अपरत्वम् इति चेत् अत्र इदानीं अधिकृतम् अपरत्वम् इति उच्यते तुल्यं स्थौल्यं येषां वर्तते तादृशकाष्ठकफलान् आदाय यज्ञदत्तः यस्मिन् देशे स्थितः तं देशमारभ्य यदि तेषां स्थापनम् आरभामहे तदा एकं द्वे त्रीणि इत्यादिक्रमेण स्थापने मैत्रपर्यन्तं यदि त्रिंशत् काष्ठफलकाः स्थापिताः भवन्ति तदा चैत्रपर्यन्तं केचन फलकाः अधिकाः स्थाप्याः स्युः इदानीं यत्नदत्तः फलकान् स्वीकरोति इत्युक्ते अत्र फलकाः स्थौल्य समान आकारः सन्ति अत्र अतः सः फलकान् आदाय अत्र स्थापयति मैत्रपर्यन्तं प्रथमं स्थापयति अत अनन्तरम् अधिकम् अधिकान् फलान् स्वीकृत्य चैत्रपर्यन्तं स्थापयति अतः अत्र मैत्रपर्यन्तं प्रायः त्रिंशत् काष्ठफलकाः एव पर्याप्तं परन्तु चैत्रपर्यन्तं अधिकाः फलकाः प्रायः आवश्यकाः तत्र तत्साधिक्यं कदाचित् एकेन फलकेन द्वाभ्यां फलकाभ्यां वा स्यात् तयोः अन्तराधिक्ये च फलकानां शतेन वापि स्यात् अतः अत्र मैत्रः कुत्र अस्ति इति स्वीकृत्य अधिकाः फलकाः प्रायः सः स्थापयति चैत्रस्य क्षम्यता मैत्रस्य अपेक्षया यत्र चैत्रः अस्ति तत्पर्यन्तम् अधिकाः फलकाः स्थापयति अपि च तत्र अधिकं तु एकः फलकः एव तत्र अधिकः अपेक्षितः वा भवतु अथवा शतं फलकाः अपेक्षिताः भवतु भवन्तु तत्र तस्य मुख्यता नास्ति इत्युक्ते तत्र यदा मापनं कुर्मः एकः अन्यस्य अपेक्षया अधिकदूरे अस्ति चेत् तस्य तस्मिन् परत्वम् अस्ति इति एव तत्र वार्ता अस्तु तर्हि अग्रे रामप्रिया भगिनी पठति वा? आं भगिनि. तथा च यज्ञदत्तं प्रतीच्यां मत्वा तद् प्राग्देशे फलकस्थापने यद्देशप्राप्तिपर्यन्तं फलकाः अधिकाः भवन्ति, तत्रैव परत्वाक्याः गुणः उत्पद्यते. प्रकृते चैत्रः तदाविधः, तस्य यः देशः तत् प्राप्तिपर्यन्तं फलकाः त्रिंशतः अधिकाः. अतः चैत्रः परत्ववान् भवति इति तमेव वयं दूरे स्थितः विप्रकृष्टः इति वा व्यवहरामः. यदा वयं अत्र चित्रम् अपि अस्ति, प्रतीच्यां यज्ञदत्तः प्रतीच्याम् अस्ति इति वयं स्वीकुर्मः चेत् तत् प्राग्देशे फलकस्थापने तस्य पूर्वदेशे यदा वयं फलकान् स्थापयामः चेत् यद्देशप्राप्तिपर्यन्तं फलकाः अधिकाः भवन्ति, तत्रैव परत्वाक्यः गुणः उत्पद्यते. इत्युक्ते अधिकफलकान् यस्मिन् देशे अस्ति तदेव परत्व इत्युक्ते दूरस्थितः इति आख्यः नाम्ना गुणः तत्रैव उत्पद्यते. अत्र चैत्रः इति तत्र तु मैत्रः पर्यन्तं 30 फलकाः इत्युक्ते चैत्रः पर्यन्तं 5 अधिकफलकाः अस्ति, अतः चैत्रः एव दूरस्थितः, तत्रैव परत्वाक्यः गुणः तत्रैव उत्पद्यते. तदेव तत्र तस्य यः देशः तत् प्राप्तिपर्यन्तं फलकाः 30 अधिकाः, अतः चैत्रः परत्ववान् अस्ति, तमेव वयं दूरे स्थितः इति विप्रकृष्टः, चैत्रः विप्रकृष्टः इति वयं व्यवहरामः. तथैव यज्ञदत्तं प्रतीच्यां मत्वा फलकस्थापने यद्देशप्राप्तिपर्यन्तं फलकाः न्यूनाः भवन्ति, तत्रैव अपरत्वाक्याः गुणः उत्पद्यते. प्रकृते मैत्रः तादृशः, तस्य यः देशः तत् प्राप्तिपर्यन्तं फलकाः चैत्रदेशप्राप्य अनुकूल फलकापेक्षया न्यूनाः 30 एव, अतः मैत्रः अपरत्ववान् भवति इति तमेव वयं समीपे स्थितः सन्निकृष्टः इति वा व्यवहरामः. यदा वयं तादृशमेव यज्ञदत्तः प्रतीच्यामस्ति इति मत्वा फलकस्थापनं कुर्मः चेत् मैत्रपर्यन्तं 30 एव, इत्युक्ते 30 एव भवति, अतः तत्र मैत्रः इति सन्निकृष्टः समीपे स्थितः, अतः अपरत्ववान् इति मैत्रं व्यवहरामः. अपरत्ववान् इति किमर्थं तत्र अपरत्ववान् इत्युक्ते सः एव समीपे स्थितः इति, तस्मिन् अपरत्वम् अस्ति इति. अपरत्वम् अस्ति. अग्रे भगिनि. अत्र अयम् अपरो विशेषः यज्ञदत्त्वम् एव यदि वयं चैत्रमैत्राभ्यां कालदिक्कृतयोः तत्र कालदिक्कृतयोः परत्व अपरत्वयोः विशेषः इति शीर्षकमस्ति. अत्र अयम् अपरो विशेषः यज्ञदत्तमेव यदि वयं चैत्रमैत्राभ्यां प्राच्यमानयामः तदा पूर्वं यत् चिन्तितं तद् विपरीतं भवति. यज्ञदत्तात् प्रतीचीं प्रति काष्ठफलकानां स्थापनेन चैत्रपर्यन्तं यावन्तः फलकाः भवेयुः तद् अपेक्षया मैत्रपर्यन्तम् अधिकाः भवेयुः. तत्र यदा वयं कालधिकृतयोः परत्व अपरत्वयोः विशेषः इति नूतनभागः अस्ति, अत्र अत्र अयम् अपरो विशेषः. अन्यविशेषः अपि अस्ति अत्र, यदा वयं यज्ञदत्तम् एव वयं चैत्रमैत्राभ्यां प्राच्याम् आनयामः. प्राच्याम् इत्युक्ते आम् प्राच्यां यदा वयं यज्ञदत्तम् आनयामः चेत् तत्र विपरीतं भवति. इत्युक्ते इदानीं यज्ञदत्तः प्रतीच्याम् अस्ति खलु, पूर्वदिश्याम् अस्ति, तस्मात् पश्चिमदिशि आनयामः चेत् प्राच्याम् आनयामः चेत् इदानीं चैत्रः समीपे अस्ति, मैत्रः दूरे भवति. दूरे भवति तर्हि तत्र चैत्रः सन्निकृष्टः भवति, मैत्रः विप्रकृष्टः भवति. तदेव तत्र दत्तमस्ति. एवं सति चैत्रः भवेत् सन्निकृष्टः, मैत्रः तु विप्रकृष्टः. मैत्रे तर्हि परत्वम् उत्पद्यते, चैत्रे तु अपरत्वम् उत्पद्यते. इदं सर्वमपि प्राचीं प्रतीचीं च आदाय काष्ठफलकरूपान् दिक् उपाधीं च आदाय भवति इति इदमेव दिक्कृतं परत्वं, दिक्कृतम् अपरत्वं च इति अपरत्वम् इति च उच्यते. न एतादृशवैपरीत्यं वक्ष्यमाणयोः कालकृत् परत्व अपरत्वयोः भवति. ज्येष्ठे सर्वदा परत्वस्य, कनिष्ठे सर्वदा अपरत्वस्य एव उत्पादनत्वात् विभुद्रव्ये आकाशादौ समीपे दूरे इत्यादि व्यवहारः न सम्भवति. अतः अनयोः पृथिव्यादिचतुष्टये मनसि च वृत्तित्वं मूले निरूपितम्. यदा वयं दृष्टवन्तः इदानीं चैत्रः सन्निकृष्टः, मैत्रः विप्रकृष्टः, तत्र परत्वम् उत्पद्यते मैत्रे, चैत्रे तु अपरत्वम् इति. यदा एतत् सर्वं यदा परत्वम् अपरत्वम् इति अस्ति, तत्तु प्राचीं प्रतीचीम् इति दिशम् आधारीकृत्य एव भवति. अनन्तरं काष्ठफलकरूपान् दिक् उपाधीन् दिक्कुपाधीनेव दिशः. काष्ठफलकरूपान् इत्युक्ते यदा वयं मापनं कर्तुं किमपि उपयुज्यामहे, तद् आदाय एव दिक्कृतं परत्वं, दिक्कृतम् अपरत्वम् इति भवति. एतद् कालकृते एतद् न भवति, परत्व अपरत्वयोः कालकृते एतद् न भवति. किमर्थम् इत्युक्ते ज्येष्ठः सर्वदा परत्ववान् एव भवति, कनिष्ठः सर्वदा अपरत्ववान् एव भवति. तस्य विपरीतं न कर्तुं शक्नुमः. अनन्तरं विभुद्रव्ये आकाशादौ यदा आकाशादौ तत्र समीपं दूरम् इति व्यवहारं न सम्भवति. क्षम्यतां, तत्र आकाशादौ इत्युक्ते आकाशकाल आत्मा, दिक् आत्मा खलु, दिक् आत्मा, तत्र एतद् न सम्भवति. एतद् इत्युक्ते तत्र परत्वम् अपरत्वं न भवति. पृथिव्यादिचतुष्टये मनसि च एव एतद् यदा वयं मूले निरूपितवन्तः, तत्र एव एतद् वृत्तित्वम् इत्युक्ते एतद् परत्वम् अपरत्वं तस्य प्रसङ्गः तत्र एव अस्ति इति. उत्तमं. तत्र न एतादृशवैपरीत्यं वक्ष्यमाणयोः कालकृतपरत्वापरत्वयोः भवति इति अस्ति खलु, तत्र वक्ष्यमाणयोः कालकृतपरत्वापरत्वयोः इत्युक्ते किञ्चित् इत्युक्ते किम् इति वदति वा? वक्ष्यमाणः इत्युक्ते इदानीं अग्रे वक्ष्यमाणः कालकृतपरत्वापरत्वयोः वैपरीत्यम् इत्युक्ते यदा दिक् कृते वयं सन्निकृष्टः प्रकृष्टः इति विपरीतमपि कर्तुं शक्नुमः, यदा यङ्यदतः प्राच्यामस्ति तस्य प्रतीच्यामानयामः चेत् एतद् विपरीतं भवति, परन्तु कालकृते एतद् न भवति, ज्येष्ठः सर्वदा ज्येष्ठः एव परत्ववान् एव भवति इति. अस्तु, तर्हि एतावत्पर्यन्तं सम्यक् स्यात् खलु, तत्र अद्य अत्र समापयामः. प्रश्नः अस्ति वा एतावत्पर्यन्तम्? अग्रे तत्र काल कृतपरत्वापरत्वस्य विषये चर्चयित्वा एषः भागः समाप्यते. अस्तु, तर्हि धन्यवादः. धन्यवादः. शुभरात्रिः.